अस्तु तर्हि गतकक्षायां तत्र पक्षत अवच्छेदकसामानाधिकरण्येन अनुमितिः इति विषये किञ्चित् चर्चितवन्तः. अत्र अस्माकं तत्र सामान्यपक्षः अपि च विशिष्टपक्षः इति इत्यस्मिन् विषये अपि किञ्चित् चिन्तितवन्तः. तर्हि तत्र विशिष्टपक्षः इत्युक्ते किम् इति कोऽपि वक्तुं शक्नोति वा? तस्य पूर्वम् अन्य कोऽपि आगतवान् खलु, नाम उच्यताम्. हरि ओम्, पुष्पा भगिनी. नमस्ते भगिनि. अस्तु, हा तर्हि तत्र सामान्य अस्तु विशिष्ट पक्षः इत्युक्ते किम् इति तस्मिन् विषये किञ्चित् विद्याशङ्करमहोदय भवान् किञ्चित् वक्तुं शक्नोति वा? अहं यावत् स्मर्तुम् अस्मि भगिनि, कुत्र स्मः? अस्तु तर्हि सुनील् महोदय, वदतु. अपि च महोदय, वयमिदानीं तत्र करपत्रे यावन्ति हेतुमन्ति साध्यवन्ति इत्यस्मात् अद्य. अस्तु भगिनि. वयं पूर्वं दृष्टवन्तः पर्वतः इति पक्षः अथवा महानसम् इति अन्यपक्षः इति, यत्र यत्र हेतुः च साध्यं पक्षे अस्ति, सर्वेषु पक्षेषु इति आहत्य सामान्यपक्षः इति वदामः. इत्युक्ते तत्र महानसं वा पर्वतः वा अन्तर्भूतः तत्र. परन्तु महानसे वह्निः अस्ति, धूमं दृष्ट्वा वह्निः अस्ति इति वदामः, अथवा पर्वते धूमं दृष्ट्वा वह्निः अस्ति इति वदामः, तत्र महानसम् इति विशेष पक्षः अथवा पर्वतः इति विशेषपक्षः. परन्तु सामान्यपक्षः इत्युक्ते सर्वत्र यत्र यत्र धूमः तत्र वह्निः इति सर्वपक्षे पक्षयः सन्ति अत्र. उत्तमं महोदय. इत्युक्ते यत्र यत्र हेतुः अपि अस्ति साध्यमपि अस्ति, इत्युक्ते हेतुसाध्ययोः सामानाधिकरणेन यत्र वर्तते तत्सर्वं वस्तुतः सामान्यपक्षः इति. तस्मिन् तत्र विशिष्टद्रव्यं यदस्ति, इत्युक्ते पर्वतः इति कश्चन विशिष्टं द्रव्यं, महानसम् इति पुनः किञ्चित् विशिष्टद्रव्यं, तादृशविशिष्टद्रव्यं यदस्ति तद्भवति विशिष्टपक्षः इति. तर्हि पर्वतः इति विशिष्टपक्षः, वस्तुतः सः पक्षः तु तत्र सामान्यपक्षस्य एकदेशः एव इति अपि वयं दृष्टवन्तः खलु. सामान्यपक्षः यद्भवति तस्य एकदेशः एव विशिष्टपक्षः इति अपि भवति इत्यपि वयं किञ्चित् प्रायः तस्मिन् विषये अपि दृष्टवन्तः. अद्य प्रायः इतोपि अधिकं भवेत् अत्र. तर्हि विदेशङ्कर महोदय, भवान् एव आरम्भं करोति वा तत्र? चिन्तयामः चेत् तत्र वा तस्य पूर्वपरिच्छेदात् यावन्ति हेतुमन्ति. अस्तु, यावन्ति हेतुमन्ति साध्यवन्ति चलानि भवन्ति तेषां सङ्ग्रहः अथवा समूहः सामान्यपक्षः. हेतुसाध्यस्थलम् इति सामान्यपक्षः. तस्मिन् च अन्वयदृष्टान्तः तस्य एकदेशः. यः कोऽपि विशिष्टपक्षः सोऽपि तस्य एकदेशः. नाम तादृशपक्षः यत्र धूमः अस्ति वह्निः अपि अस्ति इति स्थलानां सङ्ग्रहः तस्य सदस्येषु महानसम् अन्यतमः. अपि च यथा महानसं तथा पर्वतः अपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः. एतादृशः च पक्षः कीदृशः? तादृशः एव यस्मिन् साध्यं सर्वत्र अस्ति. तादृशपक्षस्य सदस्यः पर्वतः अपि महानसमपि वनमपि. यत्र यत्र तादृशस्थलं वर्तते यस्मिन् धूमः अस्ति चेत् वह्निः अपि अस्ति, तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव। अतः अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति, अपि तु तादृशसङ्ग्रहस्य एकदेशः। अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति, अपि तु तादृशसङ्ग्रहस्य एकदेशः। महानसमपि तथा सङ्ग्रहस्य एकदेशः। दृष्टान्ते तदानीं शक्तिः वर्तते यदा सम्पूर्णगुच्छे पक्षतः अवच्छेदक अवच्छेदेन साध्यमस्ति। तथा नास्ति चेत् नाम अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत् दृष्टान्तः भवति, चेदपि तस्य किमपि मूल्यं नास्ति, यतोहि कुत्रचित् हेतुः अस्ति तत् यत्र साध्यं नास्ति इति स्थितिः। अस्तु, यत्र यत्र हेतुस्यादयोः सङ्गमनम् अस्ति तेषां सङ्ग्रहः अथवा समूहः, तस्य नामकरणं सामान्यपक्षः। इत्युक्ते हेतुसाध्यस्थलं ये ये सन्ति, स्थलानि ये ये सन्ति, ते सामान्यपक्षः पक्षाः। तस्मिन् च यत् कोऽपि अन्वयदृष्टान्तः स्वीकृतः तत् तस्य सामान्यपक्षस्य एकदेशः, इत्युक्ते एकदेशः तस्य नाम विशिष्टपक्षः। सामान्यपक्षेषु एकदेशः यत्र अन्वयदृष्टान्तेन स्वीक्रियते स च विशिष्टपक्षः इति अस्ति। सः एकदेशः हेतुसाध्यस्थलस्य विषये एकदेशः नाम तादृशपक्षः यत्र धूमः अस्ति वह्निः अपि अस्ति इति स्थलानां सङ्ग्रहः, तस्य सदस्येषु महानसम् अन्यतमः। यथा एकदेशः यत्र यत्र हेतुसाध्यस्थलम् अस्ति तत् सामान्यपक्षः, तस्मिन् एकः दृष्टान्तरूपेण स्वीकुर्मः, तस्य सदस्येषु महानसम् इति उदाहरणे महानसम् अन्यतमः सदस्यः। अपि च यथा महानसं यथा महानसम् एकदेशः अस्ति उदाहरण अन्वयदृष्टान्तविषये, तथा पर्वतः अपि अस्ति सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः। यथा महानसम् एकदेशस्य अन्यतमः सदस्येषु अन्यतमः, तथा पर्वतः अपि सदस्ये सामान्यपक्षे सदस्येषु अन्यतमः। एतादृशः पक्षः कीदृशः पक्षस्य महोदय अत्र एकदेशः इत्युक्ते किम् इति उक्तवान्? पुनः एकवारं वदतु, तत्र पर्वतः सामान्यपक्षस्य एकदेशः इत्युक्ते सामान्यपक्षेषु एकः सदस्यः एकदेशः अन्वयदृष्टान्तः यत्र स्वीक्रियते। सत्यम्, इत्युक्ते सामान्यपक्षेषु अन्तर्भवति एकदेशः इति यद्वदामः, दृष्टान्तरूपेण यद् वयं स्वीकुर्मः तदेव एकदेशः इति भवति। सपि तदपि सदस्यः एव न वा, सदस्यः एकदेशः इति सर्वम्। एतादृशः पक्षः कीदृशः पक्षस्य किं लक्षणं? तादृशः एव यस्मिन् साध्यं सर्वत्र अस्ति। पक्षे यः पक्षः उदाहरणे स्वीकृतम् अन्वयदृष्टान्तरूपेण, तस्मिन् पक्षे साध्यं सर्वत्र अस्ति। तादृशपक्षस्य सदस्यः पर्वतः अपि अस्ति, महानसम् अपि भवितुमर्हति, वनमपि भवितुमर्हति। यत्र यत्र तादृशस्थलं वर्तते यस्मिन् धूमः अस्ति चेत् वह्निः अपि अस्ति, तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव। इत्युक्ते हेतु साध्यं धूमः अस्ति चेत् वह्निः अपि अस्ति इति वाक्यं यत्र यत्र सत्यमस्ति तादृशेषु यत्र यत्र सत्यमस्ति ते सर्वे सामान्यपक्षः। तेषु सङ्ग्रहेषु एकः अपि स्थले यत्र एवम् अस्ति कोऽपि एकः दृष्टान्तरूपेण एकदेशः एव भवितुमर्हति। अतः अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति, अपि तु तादृशसङ्ग्रहस्य एकदेशः। इत्युक्ते एतादृशचिन्तनेन पर्वतः अत्र पक्षः अपि अस्ति एव, किन्तु किं वदामि, बृहद्दृष्ट्या सङ्ग्रहस्य एकदेशः। महानसमपि सङ्ग्रहस्य एकादेशः. दृष्टान्ते तदानीं शक्तिः वर्तते यदा सम्पूर्णगुच्छे पक्षतावच्छेदकावच्छेदेन साध्यमस्ति. हा, उदाहरणं तदा एव वक्तुं शक्नुमः. किमपि सदस्य कोऽपि सदस्यः उदाहरणरूपेण दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः यदा व्याप्तिव्यापकभावयोः शक्तिः अस्ति. शक्तिः तदा अस्ति यत् सम्पूर्णगुच्छे सर्वेषु सदस्येषु पक्षता अवच्छेदक अवच्छेदेन साध्यं भवेत्. तथा नास्ति चेत् तत्र पक्षता अवच्छेदक अवच्छेदेन इत्युक्ते किम् इत्युक्ते तत्र वाक्यं भवति तत्र धूमवह्निस्थलम् इति खलु. तर्हि धूमवह्निस्थलम् इति पक्षः अस्ति चेत् अत्र पक्षता अवच्छेदक अवच्छेदेन इति तत्र अपक्षता इति किं भवति? पक्षता इति देशस्य आकाशस्य एक यस्मिन् स्थले उदाहरणे पर्वतः पक्षता पर्वतत्वम् इति पर्वतत्वेन अवच्छेदकः पक्षता अवच्छेदकः. सत्यं. तर्हि तत्र इदानीं पक्षः वह्नी धूमवह्निस्थलम् इति अस्ति चेत् इत्युक्ते वयम् इदानीम् उक्तवन्तः खलु तत्र धूम यत्र धूमः अपि अस्ति वह्निः अपि अस्ति इत्युक्ते धूमवह्निस्थलम् इति स्वीकुर्मः चेत् धूमवह्निस्थलम् इति सामान्यपक्षः भवति. धूमवह्निस्थलम् इति हा एकदेशः भवति पर्वतः इति. तर्हि धूमवह्निस्थलम् इति सम्पूर्णं स्वीकुर्मः चेत् अत्र पक्षता अवच्छेदेन तदेव वाक्यमस्ति खलु यदा सम्पूर्णगुच्छे पक्षता अवच्छेदक अवच्छेदेन साध्यं भवति इति. तर्हि अत्र पक्षता अवच्छेदक अवच्छेदेन इत्युक्ते किं भवति? यत्र यस्मिन् स्थले पक्षता अवच्छेदकः पक्षस्य यः धर्मः अस्ति तेन अवच्छेदकः पक्षता अवच्छेदकः. तर्हि अत्र धर्मः तत्र वह्नि धूमवह्निस्थलम् इत्यत्र पक्षः धूमवह्निस्थलम् इति अस्ति चेत् तत्र पक्षता इति किं भवति? सम्पूर्णगुच्छे पक्षता अवच्छेदक अवच्छेदेन इत्युक्ते तत्र वह्निः उष्णः वह्नित्वात् इति उक्तवन्तः खलु तत्र वह्निः इति तादृशसामान्यस्थलं यतोहि तत्र यत्र यत्र उष्णवह्न्योः सङ्ग्रहः अस्ति तत्सर्वम् इति सामान्यस्थलं भवति. तर्हि वह्निः इति पक्षः चेत् तत्र पक्षता इति किं भवति? अथवा पर्वतः इति पक्षः चेत् तत्र पक्षतः पक्षः अस्ति चेत् पक्षतावच्छेदक पर्वतत्वं वह्निस्थलम् अस्ति चेत् वह्नित्वं पक्षतावच्छेदकम् धूमवह्नित्वम् इति खलु धूमवह्निस्थलम् इति अस्ति चेत् तेन तत्र साध्यम् इत्युक्ते तत्र हा यत्र यत्र धूमः तत्र तत्र वह्निः इत्येव भवति. तथा नास्ति चेत् नाम अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत् दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति. इत्युक्ते यथा यः सङ्ग्रहः अस्ति तत्र सर्वेषु सदस्येषु धूमवह्निवाद हेतुसाध्ययोः सङ्गमनं भवेत् इति. एवं भवति यत्र कुत्रचित् साध्यम् अस्ति हेतु अस्ति किञ्चित् साध्यं नास्ति तर्हि तत्र उदाहरणस्य दृष्टान्तस्य मूल्यं किमपि नास्ति. यतोहि कुत्रचित् हेतु अस्ति यत्र साध्यं नास्ति इति स्थितिः आपतति. तदर्थं सर्वेषु यः सङ्ग्रहः अस्ति तस्मिन् ये सदस्याः सन्ति सर्वेषु सदस्येषु तादृश हेतुसाधयोः सङ्गमनं भवेत्. नो नास्ति चेत् दृष्टान्तस्य मूल्यं न भवति. यतोहि तत्र तथा अस्ति चेत् तत्र दृष्टान्तेन किमपि साधयितुं न शक्नुमः खलु. इत्युक्ते इदानीं यदा तत्र कुत्रचित् धूमः अस्ति यत्र वह्निः नास्ति इति चिन्तयामः तर्हि यदा अहं तत्र पर्वतं दृष्ट्वा पर्वतः वह्निमान् धूमात् यथा महानसम् इति वदामः चेत् परन्तु अन्य कोऽपि वक्तुं शक्नोति परन्तु अन्यत्र कुत्रापि तत्र वने तथा नास्ति वने धूमः अस्ति परन्तु वह्निः नास्ति इति तर्हि तथा भवति चेत् तर्हि तत्र दृष्टान्तस्य मूल्यं किमपि नास्ति खलु. तर्हि यत्र यत्र अनुमानेन वयं वक्तुं प्रभवामः तत्र सर्वत्र तथा भवेत्, नो चेत् तत्र इत्युक्ते सामान्यपक्षः इति भवेत्, यत्र सामान्यपक्षे ये सदस्याः सन्ति तत्र सर्वत्र तादृश हेतुसाध्ययोः मेलनं भवतु इति. धन्यवादः महोदय. तर्हि अग्रे शुकोन महोदय, भवान् पठति वा? पठामि भगिनि. चिन्तयामः चेत् पक्षता अवच्छेदक अवच्छेदेन साध्यानुमितिः इत्यत्र व्याप्यव्यापकभावः. अतः यथा सामान्य अनुमानप्रयोगे हेतुः व्याप्यः साध्यः व्यापकः इति वदामः, तथैव अत्रापि कर्तुं शक्नुमः. नाम पक्षता अवच्छेदक अवच्छेदेन साध्यानुमितिः इति स्थले पर्वतत्वव्यापकवह्निः इति सिद्ध्यति किल. वह्निः व्यापकः, पर्वतत्वं व्याप्यम् इति. तदर्थम् अनुमानप्रयोगे कुर्मश्चेत् पर्वतः वह्निमान् पर्वतत्वात्. पर्वतत्वं निश्चयेन सर्वेषु पर्वतेषु एव, अपि च पर्वतत्वं वह्निं प्रति व्याप्यम्, अतः वह्निः अपि निश्चयेन अस्ति. तदर्थं पर्वतशब्दस्य स्थले अयं पक्षः कीदृशः इति चेत् पर्वतत्ववह्निस्थलं नाम सामान्यपक्षः, यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र वह्निरस्ति इति स्थलानां सङ्ग्रहः. तत्र च यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति, यथा अपर्वतः, ई पर्वतः, उपर्वतः, ऋ पर्वतः इति सन्ति चेत् सर्वेषु पर्वतत्वम् अस्ति, वह्निरपि अस्ति. तत्र ई पर्वते धूमः वह्निः च दृष्टः चेत् पक्षस्य एकदेशदृष्टान्तः भवति. आहत्य पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति अनुमानप्रयोगः, अथवा पर्वतत्ववह्निस्थलं वह्निमान् पर्वतत्ववह्निस्थलत्वात् यथा ई पर्वतः इति. अत्र च पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः पर्वतः वह्निमान् धूमात् इत्यस्य उपगणः इति मनसि सर्वदा भवेत्. पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः शून्यतः नानीतः, अपि तु विशिष्टप्रसङ्गे विशिष्टसन्दर्भे अयम् अनुमानप्रयोगः भवति. हा, चिन्तयामश्चेत् पक्षता अवच्छेदक अवच्छेदेन साध्यानुमितिः इत्यत्र व्याप्यव्यापकभावः अस्ति. पक्षता अवच्छेदक अवच्छेदेन साध्यस्य अनुमितिः इति स्थले साध्यं व्यापकः अस्ति. पक्षता अवच्छेदक अवच्छेदधर्मः व्याप्यम् अस्ति इति कृत्वा तयोः मध्ये व्याप्यव्यापकभावः अस्ति. अतः यथा सामान्य अनुमानप्रयोगे हेतुः व्याप्यः साध्यः व्यापकः इति वदामः, आम् हेतुः सर्वत्र व्याप्यः एव, साध्यः व्यापकः इति सामान्य अनुमानप्रयोगस्थले भवति, तत्रैव अत्रापि कर्तुं शक्नुमः. इत्युक्ते पक्षता अवच्छेदक अवच्छेदधर्मः हेतुरिव व्याप्यः भवति, साध्यं तु स्थलद्वये अपि व्यापकः एव. नाम पक्षता अवच्छेदक अवच्छेदेन साध्यानुमितिः इति स्थले पर्वतत्वव्यापकवह्निः इति सिद्ध्यति किल. इदानीं पक्षता अवच्छेदक अवच्छेदधर्मं पर्वतत्वम् इति स्वीकुर्मश्चेत् साध्यं तु वह्निरेव इति चेत् पर्वतत्वव्यापकवह्निः इति भवति पक्षतावच्छेदक अवच्छेदेन साध्यम् इति इत्यस्मिन् सन्दर्भे पर्वतत्वव्यापकवह्निः इति सिद्ध्यति. वह्निः व्यापकः, पर्वतत्वं व्याप्यम् इति. तदर्थम् अनुमानप्रयोगे तत् स्वीकृत्य इदानीम् अनुमानं कुर्मश्चेत् किं भवति इति. तदर्थम् अनुमानप्रयोगे कुर्मः चेत् पर्वतः वह्निमान् पर्वतत्वात् इति आपतति. पूर्वं किमासीत् सामान्य अनुमानप्रयोगे पर्वतः वह्निमान् धूमात् इति आसीत्. किन्तु इदानीं पक्षतावच्छेदक अवच्छेदेन साध्यानुमितिः इत्यस्मिन् सन्दर्भे पर्वतः वह्निमान् पर्वतत्वात् इति भवति. एकक्षणं महोदय, अत्र किन्तु इति न, वस्तुतः आदौ तत्र पर्वतः वह्निमान् धूमात् इति एव अस्ति. तर्हि तत्र इति तत्र बृहान् समूहः इति चिन्तयतु. तत्र पञ्च अथवा दश पर्वताः सन्ति, यत्र सर्वत्र पर्वतत्वमपि अस्ति, वह्निः अपि अस्ति इति कृत्वा अत्र पर्वतत्वम् इत्यनेनैव वयं पक्षतावच्छेदक अवच्छेदक अवच्छेदेन इत्युक्ते इति तत्र साध्यानुमितिः इति वक्तुं शक्नुमः. तदर्थमेव अत्र अग्रे पश्यति चेत् तत्र पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः पर्वतः वह्निमान् धूमात् इत्यस्य उपगणः इति अस्ति. यतोहि आदौ तत्र पर्वतः वह्निमान् धूमात् इति एव तत्र स्थितिः, तस्मिन् कश्चन भागः अस्ति एतत्. किन्तु तत् दोषः अस्ति किल, पर्वतः वह्निमान् पर्वतत्वात् इति न वक्तुं शक्यते. न इत्युक्ते यत्र तादृशम् अस्ति इत्युक्ते अत्र चिन्तयतु पञ्चपर्वताः सन्ति, यत्र सर्वत्र वह्निः अपि अस्ति पर्वतत्वमपि अस्ति, तस्मिन् सन्दर्भे तत्र पर्वतः इत्युक्ते तत्र इति तत्र कश्चन इत्युक्ते वस्तुस्थितिः इति नास्ति तथा, परन्तु कश्चन दृष्टान्तः एव इत्युक्ते तत्र आपर्वतः दृष्ट्वा तत्र वह्निः यदा न पश्यामः चेत् अपि पर्वतत्वम् अस्ति इति कृत्वा अत्र वह्निः भवेत् इति वयम् ऊहां कर्तुं शक्नुमः इति. अत्र आम्, किन्तु तत्र ये पर्वतेषु येषु पर्वतेषु वह्निः अस्ति तदेव समूहः इति स्वीकुर्मश्चेत् तादृशं वक्तुं शक्नुमः. सत्यं हा अस्तु. पर्वतत्वं निश्चयेन सर्वेषु पर्वतेषु एव, अपि च पर्वतत्वं वह्निं प्रति व्याप्यम्, अतः वह्निः अपि निश्चयेन अस्ति. आम्, तदर्थं पर्वतशब्दस्य स्थले अयं पक्षः कीदृशः इति चेत् पर्वतत्ववह्निस्थलम् इति. पर्वतत्व इत्युक्ते तत्र पक्षतावच्छेदक अवच्छेदसाध्यस्थलम् इति भवति. नाम सामान्यपक्षः यत्र यत्र पर्वतत्वमस्ति तत्र वह्निरस्ति इति स्थलानां सङ्ग्रहः इति भवति. तत्र स्थलम् इदानीं कार्यक्षेत्रं किम् इत्युक्ते तत्र यत्र यत्र पर्वतत्वमस्ति तत्र तत्र वह्निरपि अस्ति इति तादृश स्थलानां सङ्ग्रहः एव सामान्यपक्षः भवति. तत्र च यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति. आम्, यथा आपर्वतः, ई पर्वतः, ऊ पर्वतः, ऋ पर्वतः च इति सन्ति चेत् सर्वेषु पर्वतत्वम् अस्ति, वह्निरपि अस्ति, तत्र ई पर्वते धूमः वह्निः च दृष्टश्चेत् पक्षस्य एकदेशदृष्टान्तः भवति. इदानीं पर्वतचतुष्टयम् उदाहरणरूपेण समूहरूपेण अपि स्वीकृतं, तेषु सर्वेषु वह्निः सर्वेषु पर्वतेषु चतुर्णां पर्वतेषु चतुर्षु पर्वतेषु वह्निरस्ति इति स्थितौ यत्किमपि पर्वतं पर्वतं दृष्टान्तरूपेण स्वीकृत्य वयम् अनुमानं कर्तुं शक्यते. किमर्थम् इत्युक्ते यत्किमपि पर्वतः अपि एक दृष्टा तत्र एकदेशः भवति, सामान्यपक्षस्य एकदेशः भवति इति कृत्वा. किमर्थम् इत्युक्ते तत्र सर्वेषु पर्वतेषु पर्वतत्वम् अस्ति, तत् वह्निना व्याप्यम् इति कृत्वा सर्वेषु पर्वतेषु वह्निरपि अस्ति इति कृत्वा यत्किमपि पर्वतः दृष्टान्तस्य दृष्टान्तरूपेण एकदेशः भवितुम् अर्हति इति. आहत्य पर्वतः वह्निमान् पर्वतत्वात् यथा ई पर्वतः इति अनुमानप्रयोगः कर्तुं शक्यते. अत्र ई पर्वतः इति दत्तमस्ति, किन्तु तत्र आ पर्वतः अपि भवितुम् अर्हति, ऊ पर्वतः अपि भवितुम् अर्हति, ऋ पर्वतः अपि भवितुम् अर्हति. अथवा पर्वतत्ववह्निस्थलं वह्निमान् पर्वतत्ववह्निस्थलत्वात् यथा ई पर्वतः इति अपि अनुमानवाक्यस्य पुनर्निर्माणं कर्तुं शक्यते. पूर्वं किम् उक्तवन्तः, पर्वतः वह्निमान् पर्वतत्वात् इति. इदानीं किं वदामः, पर्वतत्ववह्निस्थलं वह्निमान् पर्वतत्ववह्निस्थलत्वात् यथा ई पर्वतः. अत्र ई पर्वतः इति एकदेशः भवति, पर्वतत्ववह्निस्थलस्य एकदेशः भवति अत्र. अपि च अत्र साध्यम् इति अधिकदेश वृत्तित्वं भवति, तस्य एकदेशः उदाहरणं दृष्टान्तः भवति ई पर्वतः इति. पर्वतत्ववह्निस्थलम् इति आ पर्वते अस्ति, ई पर्वते अस्ति, ऊ पर्वते अस्ति, ऋ पर्वते अपि अस्ति, तस्य एकस्थलं तु ई पर्वतः इति दृष्टान्तरूपेण स्वीकर्तुं शक्यते इति भवति. अत्र च पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगे पर्वतः वह्निमान् धूमात् इत्यस्य उपगणः इति मनसि सर्वदा भवेत्. हा, इति सन्दर्भे एव एतादृशं वक्तुं शक्यते. यत्र तत् यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र वह्नित्वं नास्ति. यत्र यत्र वह्नित्वम् अस्ति तत्र तत्र पर्वतत्वम् अपि अस्ति इति चेत् तस्मिन् सन्दर्भेषु सन्दर्भे एतादृशं वक्तुं शक्नुमः इति कृत्वा अत्र उक्तमस्ति पर्वतः वह्निमान् धूमात् इत्यस्य उपगणः पर्वतः वह्निमान् पर्वतत्वात् इति मनसि सर्वदा भवेत्. पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः शून्यतः नानीतः. शून्यतः नानीतः मया नावगतं भगिनि. हा, इत्युक्ते पर्वतः वह्निमान् पर्वतत्वात् इति तत्र विना आधारेण न आनीतः इति खलु. इत्युक्ते पर्वतः वह्निमान् धूमात् इति अस् इति तत्र बृहान् समूहः अस्ति, तथा एव तत्र ततः एव पर्वतः वह्निमान् पर्वतत्वात् इति आगच्छति, न तु विना किमपि कारणेन इति. अतः एव उक्तं सर्वदा भवेत्, मनसि सर्वदा भवेत् इति. अपि तु विशिष्टप्रसङ्गे विशिष्टसन्दर्भे अयम् अनुमानप्रयोगः भवति इति. विशिष्टसन्दर्भस्य इदानीं प्रकृतविषयः तु किमासीत्, आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशगुणनाश अजन्यत्वात् पाकजरूप किमासीत् पाकजरूपनाशवत् वा नाशवत् आम् आ पाकजरूप इति तस्य विवरणार्थमेव एतत् सर्वं वयं पठितवन्तः. अत्र तादृशसन्दर्भस्य विवरणं दत्तमस्ति. उत्तमं, धन्यवादः महोदय. अत्र प्रश्नः अस्ति वा स्पष्टं? उपगणः इत्युक्ते सब्सेट् इति वा? हा, इत्युक्ते तस्मिन् एकः भागः इति. सत्यम्, अस्मिन् उपगणे सर्वेषु पर्वतेषु वह्नि अस्ति, धूमवह्नियोः सङ्गमनमस्ति. सत्यम्, इत्युक्ते अत्र सामान्यपक्षः इति पर्वतत्ववह्निस्थलम् इति भवति खलु. तर्हि पर्वतत्ववह्निस्थलम् इति यत्र यत्र पर्वतत्वं तत्र तत्र वह्निः इति अस्ति चेत् तादृश पक्षः अस्ति चेत् तत्र वयं पर्वतः वह्निमान् पर्वतत्वात् इति वक्तुं शक्नुमः इति. तत्र पर्वतत्ववह्निमान् वह्नित्वात् इत्यपि वक्तुं शक्नुमः न वा? न खलु, इत्युक्ते यत्र यत्र वह्निः तत्र तत्र पर्वतः इति नास्ति खलु. इत्युक्ते साध्यं किं, हेतुः किम् इति चिन्तनीयम् अस्माभिः. अत्र साध्यमस्ति वह्निः इति, साध्यं वह्निः अस्ति इति अस्ति चेत् तत्र पर्वतः इति पक्षः तत्र पक्षता अवच्छेदक अवच्छेदेन इति चिन्तय अनुमितिः इति चिन्तयामः चेत् तत्र पर्वतत्वम् एव इदानीं पक्षता अवच्छेदकं खलु. हेतुः अपि अस्तु, धन्यवादः. पर्वतः वन्यमान् वह्नित्वात् इति वदामश्चेत् पर्वतं विना वह्निः यत्र कुत्रापि न मिलति इति आपतति इति कृत्वा वह्नित्वात् इति न वक्तव्यम्. अपि तु इति एकम्, अपि च वह्नित्वम् इति वह्नेः विद्यमानः धर्मः खलु. तर्हि यत्र यत्र यत्र यत्र वह्निः तत्र तत्र वह्निः इति भवति खलु. इत्युक्ते तत्र वह्नित्वम् इत्येव अवच्छेदकधर्मः भवति तर्हि, परन्तु तत् पक्षता अवच्छेदकमिति नास्ति. तर्हि तत्र कथं वयं हेतुसाध्यम् इति वक्तुं शक्नुमः इति भवति. आम् आम्, इत्युक्ते यत्र यत्र वह्नित्वं तत्र तत्र वह्निः इति तु सत्यमेव, तत्र किमपि बाधा नास्ति. परन्तु तेन आधारेण पर्वते वह्निः अस्ति इति कथं वक्तुं शक्नुमः? किन्तु तादृशमेव वदम् अन्यस्मिन् स्थले वह्निः उष्णः वह्नित्वात्. सत्यं, परन्तु अत्र उष्णः इति साध्यं खलु, न तु वह्निः इति. आम् आम् आं भगिनि. अत्र पुष्पा भगिनी, भवत्याः प्रश्नः आसीत् वा? एक प्रश्नः अस्ति, तत्तु हेतुः इति इदानीं वक्तुं न, तत् एकवारं वदतु इदानीं. शुकोवन महोदय, तु त्वम् अपि वदतु न. प्रश्नः न अवगतः मया, इत्युक्ते हेतुः किम् इति किम् इति हेतुः किम् इति इदानीं. अस्तु, अत्र पर्वतः वह्निः पर्वतत्वात् इत्यत्र हेतुः किम् इति पृच्छति वा? अस्तु, तर्हि तत्र शुकोनमहोदय, भवानेव पर्वतः वह्निः पर्वतत्वात् इत्यस्मिन् तत्र हेतुः कः पुष्पा भगिनी? सर्वदा हेतुः पञ्चमी विभक्तौ एव भवति. अत्र पर्वतः वह्निमान् पर्वतत्वात् इति तत्र पर्वतत्वात् इति पञ्चमी विभक्तिपदम् अस्ति इति कृत्वा तदेव हेतुः इत्यपि ज्ञातुं शक्यते सुलभेन. तर्हि भगिनी भवती एव अग्रे पठतु. एवं च दृष्टान्तः सामान्यपक्षस्य एकदेशः भवेत् एव. यत्र यत्र धूमः तत्र तत्र वह्नि इत्यनेन तादृशस्थलं यत्र धूमः अपि अस्ति वह्निः अपि अस्ति तादृशस्थलानां सङ्ग्रहे एकदेशः इति एव दृष्टान्तः सङ्ग्रहे एकदेशः इति एव दृष्टान्तः तादृशदृष्टान्तः यः तादृशस्थलसङ्ग्रहस्य एकदेशः तस्य दृष्टान्तस्य बलेन तस्य शक्त्या साधयामः यत् पक्षे साध्यम् अस्ति अत्र सामान्यपक्षस्य पक्षस्य एकदेशः भवेत् एव इति दृष्टान्तः अस्ति तत्तु सामान्यपक्षः तु वह्निः भवेत् धूमः यत्र यत्र धूमः अस्ति तत्र वह्निः भवेत् इति तादृशस्थलं यत् हा इदानीं यत्र यत्र धूमः अपि अस्ति वह्निः अपि अस्ति इति सङ्ग्रहे एकदेशः इति एव दृष्टान्तः तादृश इत्युक्ते किम् अत्र यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अपि अस्ति इति एकदेशः तादृशस्थलानाम् एकदेशः दृष्टान्तः तत्तु दृष्ट्वा वक्तुं शक्नुमः न न न दृष्टान्तः इत्युक्ते उदाहरणम् इति इत्युक्ते यदा वयं महानसम् अथवा पर्वतः इति वदामः यत्र धूमः अस्ति वह्निः अपि अस्ति इति तादृशदृष्टान्तः इत्युक्ते तादृशम् उदाहरणं सामान्यपक्षस्य एकदेशः इत्युक्ते सामान्यपक्षे विद्यमानः कश्चन भागः सामान्यपक्षः इत्युक्ते किं यत्र धूमः अपि अस्ति वह्निः अपि अस्ति इति यथा विद्याशङ्करमहोदय पूर्वम् उक्तवान् खलु धूमवह्निस्थलम् इति यद् यत् सङ्ग्रहः अस्ति तस्मिन् कश्चन भागः दृष्टान्तः इति भवति उदाहरणः तादृशदृष्टान्तः यः तादृशस्थलसङ्ग्रहस्य एकदेशः तत्तु इदानीं वदनं तादृश उदाहरणः दृष्टान्तः तत्तु तादृशस्थल सङ्ग्रहस्य तत्तु धूमः वह्निः सङ्ग्रहेण एकदेशे सामान्यपक्षे अस्ति इत्युक्ते हा एकक्षणं भगिनि इत्युक्ते अत्र सङ्ग्रहे इत्युक्ते तस्य गुच्छः इत्युक्ते तस्य समूहः खलु यत्र धूमः अपि अस्ति वह्निः अपि अस्ति इति इति स्थलम् एकमस्ति अपरम् अनन्तरं भिन्नं भिन्नस्थलं तादृशस्थलमस्ति इति कृत्वा तत्र भिन्नभिन्नस्थलानि यावन्ति स्थलानि सन्ति तेषां सङ्ग्रहः एव सामान्यपक्षः इति सामान्यपक्षस्य कश्चन भागः भवति दृष्टान्तः सामान्यपक्षस्य एकभागः दृष्टान्तः अस्तु अथवा तस्य सदस्यः तस्य सदस्यः सदस्यः सङ्ग्रहस्य सदस्यः तस्य दृष्टान्तस्य बलेन तस्य शक्त्या साधयामः यत् पक्षे साध्यम् अस्ति अत्र एतानि विषयाणि अस्ति चेत् दृष्टान्तस्य बलम् इति बलेन एतस्मिन् समूहेन समूहेन न न समूहेन इति न इत्युक्ते समूहस्य कश्चन सदस्यः अस्ति तत्र दृष्टान्तः इति इदानीं दृष्टान्तस्य बलेन इत्युक्ते दृष्टान्ते दृष्टान्तस्य शक्तिः अस्ति खलु इत्युक्ते दृष्टान्ते इत्युक्ते तत्र शु किमपि विना पुनः विना आधारेण इति नास्ति तत्र दृष्टान्तस्य आधारेण वयं साधय साध्यं तथा अस्ति इति वक्तुं शक्नुमः इत्येव तत्र सामान्यपक्षे सर्वदा तथा भवतु इति इत्युक्ते यदा तादृशं नास्ति धूमवह्नी स्थलम् इति सामान्यपक्षः नास्ति चेत् इत्युक्ते यत्र कुत्रापि धूमः अस्ति यत्र वह्निः नास्ति इति भवति चेत् तर्हि तत्र तस्य दृष्टान्तस्य बलं न भवति यतोहि तथा वक्तुं न शक्नुमः द्वे अपि अस्ति चेत् दृष्टान्तः सत्यम् अस्तु तर्हि अग्रे रामप्रिया भगिनी पठति वा आं भगिनि तादृशस्य च सामान्यपक्षस्य स्वस्मिन् पक्षता इति विद्यमानः धर्मः यथा येषु स्थलेषु धूमः अस्ति वह्निश्च अस्ति तेषां स्थलानां सङ्ग्रहस्य नामकरणं धूमवह्निस्थलम् इति चिन्तयतु तत्र पक्षता अवच्छेदकं धूमवह्निस्थलत्वं धूमवह्निस्थलत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र धूमवह्निस्थलत्वं व्याप्यं वह्निः च व्यापकः अत्र महानसं तस्य पक्षस्य एकदेशः पर्वतः अपि तस्य एकदेशः अतः यद्यपि वदामः यत् पक्षभिन्नस्थले एव अन्वयदृष्टान्तः भवति वस्तुतः यत्र तादृशसामान्यपक्षः भवति यथा धूमवह्निस्थलं तत्र अन्वयदृष्टान्तः एकदेशः अनया दृष्ट्या एकदेशात् विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव अत्र यदा सामान्यपक्षस्य स्वस्मिन् पक्षता इति विद्यमानः धर्मः भगिनी पुनः कण्ठशः पठित्वा वदतु तादृशस्य च सामान्यपक्षस्य स्वस्मिन् पक्षता इति विद्यमानः धर्मः सामान्यपक्षः इत्युक्ते एकः सङ्ग्रहः यत्र हेतुः अपि अस्ति साध्यमपि अस्ति धूमवह्निस्थलम् इति इदानीमेव उक्तवन्तः तत्र स्वस्मिन् पक्षता इति विद्यमानः धर्मः पर्वतत्वम् इति विद्यमानः धर्मः इत्युक्ते पक्षे विद्यमानः धर्मः भवति पक्षता खलु आम् तर्हि तत्र यथा वयम् अस्माकं प्रकृतविषये आश्रयनाशजन्यगुणनाशः इति पक्षः अस्ति चेत् तस्मिन् धर्मः कः आश्रयनाशात् आश्रयनाशात् गुणनाशः इति किल आश्रयनाशाजन्यगुणनाशः इत्युक्ते आश्रयनाशाजन्यगुणनाशत्वम् इति धर्म इति तर्हि इत्युक्ते पक्षे विद्यमानः धर्मः एव पक्षता अवगतम् यथा येषु स्थलेषु धूमः अस्ति वह्निश्च अस्ति तेषां स्थलानां सङ्ग्रहस्य नामकरणं धूमवह्निस्थलम् इति चिन्तयतु इदानीं वयम् उक्तवन्तः यदा येषु स्थलेषु धूमः अस्ति वह्निः अपि अस्ति तत् स्थलस्य सङ्ग्रहस्य नामकरणमस्ति धूमवह्निस्थलं तत्र पक्षता अवच्छेदकं किं भवति चेत् धूमवह्निस्थलत्वम् इति भवति तस्य धर्मः धूमवह्निस्थलत्वं धूमवह्निस्थलत्वव्यापकवह्निप्रतियोगिकसंयोगः अत्र यदा वयं धूमवह्निस्थलव्यापक वह्निप्रतियोगिकसंयोगः अत्र व्याप्यम् इत्युक्ते धूमवह्निस्थलत्वम् इति व्याप्यम् अस्ति व्यापकं अस्ति वह्निः व्याप्यं धूमवह्निस्थल We are experiencing technical difficulties. You may not hear everyone on the call. You will be prompted when the conference is reconnected. This conference has been reconnected. No longer being recorded iti agatam. Idani maramam abhavat iti chintayami. Asu bhagini. Ekakshanam pashyami. Astu. रेकार्डिङ्ग् आरम्भम् अभवत् इति किमपि श्रुतं मया पुनः यदा अहं पुनः आगतवती तदा पुनः एकवारं श्रुतं तत्र रेकार्डिङ्ग् अपि स्टार्टेड् इति किमपि तर्हि योजितं भगिनि टेलिफोन् द्वारा वा नो चेत् इण्टर्नेट् द्वारा वा इदानीं टेलिफोन् द्वारा एव आगतवती परन्तु किमपि मेसेज् आसीत् तत्र टेक्निकल् वि आर् एक्स्पीरियन्सिङ्ग् सम् टेक्निकल् डिफिकल्टीस् इति तदपि मया श्रुतं किन्तु इण्टर्नेट् माध्यमेन आगच्छति चेत् रेकार्डिङ्ग् इदानीं चलति वा न वा इति द्रष्टुं शक्यते किन्तु फोन् माध्यमेन आगच्छति चेत् तत् न द्रष्टुं शक्यते ओ एवं वा अन्य कोऽपि अस्ति वा इण्टर्नेट् द्वारा अहम् अस्मि किन्तु ये यः होस्ट् या होस्ट् करोति सा एव द्रष्टुं शक्यते ओ अस्तु न अद्य इण्टर्नेट् द्वारा न आगतवती अस्तु पश्येम अस्तु अस्तु भगिनि अत्र मम प्रश्नः आसीत् धूमवह्निस्थलत्वव्यापकवह्निप्रतियोगिकसंयोगः इति किम् इति मम प्रश्नः आसीत् तत्र एव किञ्चित् भग्नम् अभवत् आं भगिनि प्रयत्नं करोमि धूमस्थलत्वव्यापकवह्निप्रतियोगिकसंयोगः इति अस्ति तत्र धूमवह्निस्थलत्वम् एव व्याप्यम् इत्युक्ते व्याप्यम् इत्युक्ते न्यूनदेश वृत्तित्वम् अस्ति व्यापकम् इत्युक्ते अधिकदेशवृत्तित्वं वह्निः एव अधिकदेशवृत्तित्वम् अतः व्यापकवह्निः तस्य संयोगः एव किल धूमवह्नि वह्निस्थलव्यापकवह्निप्रतियोगिकसंयोगः इत्युक्ते इति तादृशसंय धूमवह्निस्थल वह्नि तयोः संयोगः इति सम्बन्धः तत्र अत्र महानसं तस्य पक्षस्य एकदेशः पर्वतः अपि एकदेशः इत्युक्ते यदा वयं पर्वतः वह्निमान् धूमा यथा महानसम् इति स्वीकुर्मः चेत् तत्र एतत् सामान्यपक्षस्य एकदेशः महानसमपि पर्वतः अपि अतः यद्यपि वदामः यत् पक्षभिन्नस्थले एव अन्यदृष्टान्तः भवति वस्तुतः यत्र तादृशसामान्यपक्षः भवति यथा धूमवह्निस्थलम् अत्र अन्वयदृष्टान्तः एकदेशः यदा वयं पूर्वम् उक्तवन्तः पक्षभिन्नस्थले एव अन्वयदृष्टान्तः भवति इति पक्षभिन्नस्थलम् इत्युक्ते पक्षः पर्वतः यथा महानसम् इति भिन्नस्थलम् अस्ति तत्र एव अन्वयदृष्टान्तः भवति इति पूर्वम् उक्तवन्तः परन्तु वस्तुस्थितिः अस्ति यत् सामान्यपक्षः भवति चेत् तत्र यदा धूमवह्निस्थलं तत्र अन्वयदृष्टान्तः एकदेशः तस्य एक यदा पक्षः क्षम्यतां महासं वा पर्वतः एकदेशः इत्युक्ते यत्र वयम् अन्वयदृष्टान्तः इति उपयोगं कुर्मः अत्र तत्तु वस्तुतः सामान्यपक्षस्य एकदेशः इति एव भवति इत्युक्ते सामान्यपक्षः इति अस्ति तस्मिन् विद्यमानः एकदेशः अथवा कश्चन भागः दृष्टान्तः किमपि भवतु सदस्यः तदेव अन्वयदृष्टान्तः इति वयं वक्तुं शक्नुमः इत्युक्ते धूमवह्निस्थलम् इति कश्चन सामान्यपक्षः अस्ति यत्र धूमः अपि च वह्नेः तयोः तत्र विद्यमानत्वम् अस्ति इति कृत्वा तस्मिन् ये सदस्याः सन्ति ते सर्वे अन्वयदृष्टान्तेन वयं वक्तुं शक्नुमः इति कृत्वा एव तत्र इदानीं महानसमपि तथा वनमपि तथा पर्वतः अपि तथा इति कृत्वा तत्र अन्वयदृष्टान्तस्य उपयोगं भवति इत्युक्ते तादृशसामान्यस्थलं नास्ति चेत् अथवा सामान्यपक्षः नास्ति चेत् अन्वयदृष्टान्तस्य महत्त्वं न भवति इति आगच्छति वा किमर्थम् इति सामान्यपक्षस्य एकभागः अन्वयदृष्टान्तः सत्यं तस्मिन् अस्ति इति वक्तुं शक्नुमः किल यथा उपगणः इति पठितवन्तः सत्यम् इत्युक्ते तत्र सामान्यपक्षः इति नास्ति चेत् तर्हि अन्वयदृष्टान्तस्य मूल्यं न भवति अनया दृष्ट्या एकदेशात् विहाय कोऽपि अन्वयदृष्टान्तः न भवति एव यदा भवती उक्तवती इदानीम् अन्वयदृष्टान्तः न भवति एव एकदेशात् विहाय अस्तु तर्हि अग्रे निल् महोदय भवान् पठति वा यथा पर्वतः वह्निमान् धूमात् यथा महानसम् इति स्थितौ वास्तविकसामान्यपक्षः अस्ति धूमवह्निस्थलं तस्मिन् सामान्यपक्षे महानसम् इति एकदेशः पर्वतः अपि एकदेशः महानस्य महानसस्य सामान्यपक्षे एकदेशत्वात् एव अस्मिन् दृष्टान्ते शक्तिः अस्ति यस्य बलेन वक्तुं शक्नुमः यत् यतः महानसे धूमः अस्ति वह्निः अपि अस्ति अतः पर्वते धूमः अस्ति चेत् वह्निः अपि अस्ति अत्र धूमवह्निस्थलत्वं व्याप्यं वह्निस्थलत्वं च व्यापकं पक्षदावच्छेदकावच्छेदेन साध्यानुमितिः तस्मात् च दृष्टान्तस्य बलेन साध्यं सिद्ध्यति यथा पर्वतः वह्निमान् धूमात् यथा महानसम् इति स्थितौ वास्तविकसामान्यपक्षः अस्ति धूमवह्निस्थलम्। अस्मिन् वाक्ये पर्वतः वह्निमान् धूमात् यथा महानसम् इति अत्र धूमवह्निस्थलम् अस्ति वास्तविकसामान्यपक्षः इत्युक्ते सामान्यपक्षः इति वयं दृष्टवन्तः तत्र विशिष्टरूपेण वदति अत्र धूमवह्निस्थलमिति वास्तविकसामान्यपक्षः इति तस्मिन् सामान्यपक्षे महानसमिति एकदेशः पर्वतः अपि एकदेशः अत्र पुनः तदेव सामान्यपक्षे महानसमिति एकः पर्वतः इति अन्य एकदेशः अस्ति महानसस्य सामान्यपक्षे एकदेशत्वात् एव अस्मिन् दृष्टान्ते शक्तिः अस्ति यस्य बलेन वक्तुं शक्नुमः यत् यतः महानसे धूमः अस्ति वह्निः अपि अस्ति अतः पर्वते धूमः अस्ति चेत् वह्निः अपि अस्ति अतः अत्र सामान्यपक्षे एकदेशे अत्र कीदृशी शक्तिः अस्ति अतः तस्य शक्त्या अत्र वयं वदामः महानसे धूमः अस्ति वह्निः अस्ति इति एकक्षणं महोदय अत्र कस्य शक्त्या वयं वदामः तत् पुनः किञ्चित् वदतु अत्र महानसे महानस इति एकदेशः सामान्यपक्षे तत्र वयं दृष्टान्तं दृष्टवन्तः अत्र एकदेशे धूमवह्निस्थलम् इति एकक्षणम् धूमवह्निस्थलम् इति एकदेशः इति वदति वा तत् सम्यक्तया न किञ्चित् इतोपि स्पष्टतया वक्तुं शक्नोति वा धूमवह्निस्थलम् इति अत्र सामान्यपक्षः तत्र पर्वतः इति एकदेशः अथवा महानसमिति अन्य एकदेशः तत्र कस्य फलेन वयं तद् इदानीं तत्र निर्दिष्टान्तः वक्तुं शक्नुमः अत्र वयं दृष्टान्तं स्वीकृतवन्तः अत्र व्यापकः अस्ति इति कारणेन अत्र धूमवह्निस्थल न न न तत् किञ्चित् भिन्नवार्ता खलु अत्र वाक्यं पश्यतु अत्र वाक्यमस्ति महानसं सामान्यपक्षे एकदेशत्वात् एव अस्मिन् दृष्टान्ते शक्तिः अस्ति यस्य बलेन वक्तुं शक्नुमः यत् यतः महानसे धूमः अस्ति वह्निः अपि अस्ति अतः पर्वते धूमः अस्ति वह्नि चेत् वह्निः अपि अस्ति इति खलु अत्र तस्य वाक्यस्य किञ्चित् विवरणं दातुं शक्नोति वा यतोहि मम किञ्चित् विश्वासः नास्ति यद् भवान् तदवगतवान् इति तदर्थमेव पृच्छामि अहं चिन्तयामि अत्र महानसमिति एकः एकदेशः तत्र धूमः अस्ति अतः वह्निः अस्ति इति वयं दृष्टान्तं स्वीकुर्मः न तद् तत्पूर्वं तत्र अस्ति खलु अस्मिन् दृष्टान्ते शक्तिः अस्ति यस्य बलेन इति तत्र अस्मिन् दृष्टान्ते इत्युक्ते महानसमिति दृष्टान्तः स्वीकुर्मः चेत् तत्र दृष्टान्ते शक्तिः अस्ति परन्तु केन आधारेण तस्मिन् दृष्टान्ते शक्तिः भवति इति भवान् अवगतवान् वा इति मम प्रश्नः अहं चिन्तयामि व्याप्यव्यापक न तत्र पश्यतु महानसस्य सामान्यपक्षे एकदेशत्वात् इति अस्ति खलु तत्र सामान्यपक्षस्य एकदेशः अस्ति महानसम् इति कृत्वा एव तस्मिन् तादृशशक्तिः अस्ति. इत्युक्ते सामान्यपक्षे इत्युक्ते अन्य उदाहरणं स्वीकुर्मः चेत् तत्र पूर्वं किमपि उक्तवन्तः खलु तत्र औषधविषये, इत्युक्ते काफ् अस्ति, तत्र कासबाधा अस्ति, तस्य कृते औषधम् इति नूतन औषधं किमपि आविष्करणं कृत्वा तस्य शोधकार्यं भवति इति चिन्तयतु खलु. तत्र एकस्य कृते एकस्य बालकस्य कासबाधा कासबाधायाः निवारणं भवति परन्तु अन्यस्य न भवति चेत् तर्हि तत्र औषधस्य को वा लाभः खलु. यत्र यत्र कासबाधा अस्ति तत्र तत्र औषधं कार्यं करोति चेदेव तत्र तस्य मूल्यम् अस्ति. तद्वत् यत्र यत्र वह्निः क्षम्यतां धूमः अस्ति तत्र तत्र वह्निः भवेत् इति अस्ति चेदेव तत्र दृष्टान्तस्य मूल्यम् अस्ति इति. तर्हि सामान्यपक्षः इति तादृश समूहः यत्र वह्निः अपि अस्ति धूमः अपि अस्ति, अथवा यत्र धूमः अस्ति तत्र सर्वदा वह्निः अपि अस्ति इति तादृशसमूहः अस्ति इति कृत्वा एव, अपि च तस्मिन् समूहे महानसमपि कश्चन सदस्यः, पर्वतः अपि सदस्यः, वनमपि सदस्यः इति भवति चेदेव इदानीं वयं महानसम् इति दृष्टान्तरूपेण स्वीकृत्य वक्तुं शक्नुमः. तर्हि तत्र महानसम् इति तादृशसमूहस्य सदस्यः इति कृत्वा तस्मिन् तादृशबलमस्ति, नो चेत् तस्य महानसम् इति दृष्टान्तस्य किमपि महत्त्वं नास्ति. आम् इदानीं मया अवगतम्. अस्तु महोदय. अतः तादृशबलेन महानस धूमः अस्ति वह्निः अपि अस्ति इति चेत् अत्र पर्वते अपि धूमः अस्ति चेत् वह्निः अपि अस्ति इति वक्तुं शक्नुमः. अत्र धूमवह्निस्थलत्वं व्याप्यं वह्निसाध्यं च व्यापकम्. तत्र धूमवह्निस्थलत्वम् इति न्यूनदेशे वर्तते, वह्निसाध्यम् इति अधिकदेशे वर्तते, अतः वह्निसाध्यमिति व्यापकं. पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः तस्मञ्च दृष्टान्तस्य बलेन साध्यं सिद्ध्यति. अत्र पक्षतावच्छेदावच्छेदकेन छेदेन साध्यस्य अनुमितिः भवति. अतः पुनः तत्र एतादृशदृष्टान्तस्य बलेन वह्निः अस्ति इति सिद्ध्यति. इत्युक्ते प्रथमं पक्षतावच्छेदक अवच्छेदेन खलु, इत्युक्ते तत्र धूमवह्निस्थलम् इति धूमवह्निस्थलत्वम् इति व्याप्यं खलु इति तदेव पक्षतावच्छेदकं भवति. तादृशपक्षतावच्छेदक अवच्छेदक अवच्छेदेन वह्निः इति साध्यस्य अनुमितिः भवति. तादृशं भवति इति कृत्वा एव दृष्टान्तस्य बलेन तदनन्तरं साध्यं सिद्ध्यति. यदा वयं तत्र पर्वतः वह्निमान् धूमात् इति वदामः तथा, यथा महानसम् इति वदामः तथा. अस्तु तर्हि विद्याशङ्कर् महोदय भवान् पठति वा. यया रीत्या धूमवह्निस्थलं तया एव रीत्या वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वह्निः अपि तथैव सामान्यपक्षः, तस्मिन् विद्यमानः धर्मः वह्नित्वं व्याप्यम् उष्णत्वं च व्यापकं. पक्षतावच्छेदकवच्छेदेन साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः, तदर्थं च अन्वयदृष्टान्तः इति एकदेशः. वह्नित्वोष्णत्वस्थलम् इत्यत्र वह्निशब्दस्थाने सामान्यपक्षस्य नामान्तरम्. तर्हि वह्नित्वोष्णत्वस्थलम् उष्णत्ववत् मह्नित्वोष्णत्वस्थलत्वात् यत ईवह्निः इति भवति. कुत्रचित् एकस्मिन् वह्नौ वह्नित्वम् अस्ति उष्णत्वं च अस्ति इति दृष्टं चेत् स च वह्निः एकदेशदृष्टान्तः. इदानीं यत् पूर्वस्मिन् परिच्छेदे वह्निधूमयोः अन्वयदृष्टान्ते उदाहरणे लिखितम् अस्य वह्निः उष्णः वह्नित्वात् इत्यस्मिन् सन्दर्भे कथं भवति इति पश्यामः. यया रीत्या धूमवह्निस्थलम् इति पक्षतावच्छेदकं धर्मं पक्षतावच्छेदकम् आसीत् इत्युक्ते धूमवह्निस्थलत्वं पक्षतावच्छेदकं तया एव रीत्या वह्निः उष्णः वह्नित्वात् इत्यस्मिन् वाक्ये वह्निः अपि तथैव सामान्यपक्षः. वह्निः अस्मिन् वाक्ये वह्निः एव सामान्यपक्षः. तस्मिन् यः धर्मः अस्ति वह्नित्वं तत् व्याप्यम् अत्र व्यापकम् उष्णत्वं यथा शुकवहं महोदयेन उक्तं वह्नित्वात् यथा पञ्चमी विभक्त्याम् अस्ति तथा अत्र वह्नित्वम् इति व्यापकं वह्नित्वमिति हेतुः उष्णत्वम् अत्र व्यापकं पक्षतावच्छेदक अवच्छेदेन साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः. अतः पूर्वस्मिन् परिच्छेदे अस्ति पक्षत अवच्छेदक अवच्छेदेन साध्यानुमितिः इत्युक्ते पक्षत अवच्छेदक अवच्छेदनति हेतुसाध्ययोः किं सामान्यस्थलं तत्र साध्यानुमितिः इत्यनेन व्याप्यव्यापकभावः सिद्ध्यति. व्यापकः साध्यं व्याप्यः पक्षतावच्छेदकधर्मं तदर्थं च अन्वयदृष्टान्तः यदस्ति इति एकदेशः. यः पक्षतावच्छेदक अवच्छेदकवाक्ये यः स्थलम् अस्ति तत्स्थलम् अन्वयदृष्टान्तस्य एकदेशः भवितुम् अर्हति. अत्र वह्नित्व उष्णत्वस्थलं यत्र वह्निः अपि अस्ति उष्णत्वमपि अस्ति यत्र यत्र धूमः अपि अस्ति वह्निः अपि अस्ति इति धूमवह्निस्थलं तथैव अत्र वह्नित्व उष्णत्वस्थलं यः यं स्थले यस्मिन् स्थले वह्नित्वमपि अस्ति उष्णत्वम् अपि अस्ति इत्युक्ते हेतुसाधयोः समानाधिकरणं यत् अस्ति तत्स्थलं वह्नित्वोष्णत्वस्थलम् इत्यत्र वह्निशब्दस्थाने सामान्यपक्षस्य नामान्तरम् सामान्यपक्षम् अत्र अस्ति वह्नित्वोष्णत्वस्थलम् अस्ति सामान्यपक्षः. येषु स्थलेषु वह्नित्वोष्णत्वस्थलस्य अस्तित्वं भवति तानि स्थलानि सामान्यपक्षाः इति नामान्तरं. तर्हि वह्नित्वोष्णत्वस्थलम् उष्णत्ववत् वह्नित्वोष्णत्वस्थलत्वात् इति अनुमानवाक्यं वक्तुं शक्नुमः. शब्दान्तरं कृत्वा अत्र वह्नित्व उष्णत्वस्थलम् अस्मिन् स्थाने धूमवह्निस्थलम् इति पूर्वम् आसीत् तत्र वह्नित्व उष्णत्वस्थलं स च पक्षः उष्णत्ववत् इति साध्यं. किमर्थं वह्नित्व उष्णत्वस्थलत्वात् इति हेतुः. यथा ईवह्निः इति उदाहरणम् अत्र ईवह्निः एकदेशः भवति सामान्यपक्षस्य. यद्यपि एकस्मिन् सामान्यपक्षे सदस्ये एकस्मिन् वह्नौ वह्नित्वमपि अस्ति उष्णत्वमपि अस्ति स च स्थलः एकदेशदृष्टान्तः भवति अस्मिन् अस्य अनुमानवाक्यस्य. किमपि वा भगिनि? न न महोदय, बहु बहु समीचीनम्, अति स्पष्टतया भवान् उक्तवान्. तत्र प्रश्नः न स्यात्, तर्हि अग्रे सरेम. शुकानु महोदय, भवान् पठति वा? आं भगिनि. अपि च आश्रयनाश अजन्यगुणनाशः अपि तथैव सामान्यपक्षः. महोदय, अत्र आश्रयनाशाजन्यगुणनाशः इति वदामः खलु, तत्र समस्तपदमस्ति वस्तुतः. अस्तु. अपि च आश्रयनाशाजन्यगुणनाशः अपि तथैव सामान्यपक्षः. आश्रयनाशागुणजन्यनाशत्वं इति पक्षता व्याप्यं सामानाधिकरणगुणजन्यत्वं च व्यापकं पाकजरूपनाशः इति एकदेशदृष्टान्तः विभागजसंयोगनाशः अपि तथैव एकदेशदृष्टान्तः इति एतावत्पर्यन्तं यत् अस्माभिः पठितं तस्य उपयोगं प्रकृतविषये दत्तमस्ति. प्रकृतविषयं तु आश्रयनाशाजन्यगुणनाशः सामानादिकरणगुणजन्यः आश्रयनाशागुणजन्यनाशत्वात् पाकजरूपनाशवत् इत्येव प्रकृतिविषयम्. अत्र आश्रयनाशाजन्यगुणनाशः अपि तथैव सामान्यपक्षः. तथैव इत्युक्ते यथा वह्नित्वोष्णत्वस्थलम् इति तथैव आश्रयनाशाजन्यगुणनाशः अपि सामान्यपक्षः. आश्रयनाशाजन्यगुणनाशत्वम् इति पक्षता व्याप्यं कस्य अपेक्षया इत्युक्ते सामानाधिकरणगुणजन्यत्वं च व्यापकम् इति भवति. तत्र भगिनी एकः सन्देहः अस्ति. आश्रयनाशाजन्यगुणनाशत्वम् इति व्याप्यं भवति यदा समानादिकरणगुणजन्यत्वं सर्वदा भवेत्, तदा एव तयोः मध्ये व्याप्यव्यापकभावः अस्ति. किन्तु तत् न परिशीलितं किल. यत्र यत्र आश्रयनाशाजन्यगुणनाशत्वम् अस्ति तत्र तत्र सामानादिकरणगुणजन्यत्वमपि अस्ति इति वयं न परिशीलितवन्तः. तदर्थमेव तत्र एकदेशः अस्ति खलु, तत्र पाकजरूपनाशः इति. वस्तुतः महोदय इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इत्यत्रापि प्रत्येकस्थलं यत्र यत्र वह्निः अस्ति तद्वयं न दृष्टवन्तः खलु वस्तुतः. आम्, तर्हि तत्र परन्तु वयं जानीमः यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अस्ति इति कृत्वा तादृशसामान्यस्थलम् अस्ति इत्युक्ते तत्र तस्य विपरीतं वयं न दृष्टवन्तः वस्तुतः. आम् इति अपि अस्ति खलु, अत्रापि तथैव इत्युक्ते सामान्यपक्षः इति यदा वदामः वयं तत्र इत्युक्ते गुरुत्वं तेषु दिनेषु यदा अस्माकं कक्षा आसीत् तदा महोदयेन गुरुत्वस्य उदाहरणमपि दत्तवान्. तत्र गुरुत्वमपि तथा खलु, इत्युक्ते गुरुत्वमपि अनुमानेन एव सिद्ध्यति. अपि च यदा वयं शिलाखण्डं वा भवतु कन्दुकं वा भवतु यत्किमपि भवतु यदा तस्य विमोचनं कुर्मः हस्तात् वा अथवा उपरि स्थापयामः तर्हि तत् पुनः भूमौ पतति खलु. तत्र यत्र कुत्रापि गत्वा तथा पतति इति कृत्वा गुरुत्वम् इति अस्ति इति कश्चन उक्तवान् तत् शोधकार्यं कृत्वा. परन्तु सः भूमौ सर्वत्र अटनं कृत्वा तथा तस्य परिशीलनं कृतवान् इति नास्ति खलु वस्तुतः. आम्, किन्तु तथैव अत्रापि इति एकनिमिषं भगिनि. अत्र एकदेशदृष्टान्तः इति पाकजरूपनाशस्य वयं स्वीकुर्मश्चेत् तत्र आश्रयनाशाजन्यगुणनाशत्वस्य एकदेशदृष्टान्तः पाकजरूपनाशः इति न पाकजरूपनाशे आश्रयनाशाजन्यगुणनाशत्वमपि अस्ति सामानाधिकरणगुणजन्यत्वमपि अस्ति खलु. इत्युक्ते तत्र पाकजरूपनाशः इत्युक्ते किं, घटस्य किमपि रूपम् आसीत् इत्युक्ते पूर्वं रक्तवर्णे घटः आसीत् इति चिन्तयतु, रक्तवर्णः घटः. इदानीं तत्र वह्निसंयोगेन तदेव पाकः खलु, पाकजेन इदानीं तस्य रूपनाशः अभवत्. तर्हि तत्र आश्रयनाशाजन्यगुणनाशः इत्युक्ते आश्रयस्य नाशः न अभवत् इत्युक्ते घटस्य नाशः न अभवत् परन्तु रूपस्य नाशः इत्युक्ते गुणस्य नाशः अभवत्. कीदृशं तत् सामानाधिकरण्यगुणजन्यः इत्युक्ते सामानाधिकरण्यगुणः वह्निसंयोगः इति सामानाधिकरणगुणः तस्मिन् अस्ति तेन जन्यम् अभवत् तादृश आश्रयनाशः जन्यगुणनाशः इति तत्र द्वयोः सम्मानाधिकरणं तु अस्ति खलु इत्युक्ते यत्र यत्र आश्रयनाशः जन्यगुणनाशः तत्र तत्र सामानाधिकरणगुणजन्यः इति. इत्युक्ते द्वयमपि साध्यं वा अत्र? न, एकः हेतुः द्वितीयः द्वितीयम् अस्ति साध्यम् इत्युक्ते तत्र वाक्यं पश्यतु महोदय, भवानेव उक्तवान् खलु आश्रयनाशाजन्यगुणनाशः सामानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् इति यत् पञ्चमी विभक्त्याम् अस्ति तदस्ति हेतुः. आम्, आश्रयनाशगुणजन्य आश्रयनाशाजन्यगुणनाशत्वात् इति हेतुः. इत्युक्ते यत्र यत्र साध्यमस्ति सामानाधिकरणगुणजन्यः. ओ, सामानाधिकरण गुण सामानाधिकरणगुणजन्यत्वम् एव साध्यम्. आश्रयनाश आश्रयनाशाजन्यगुणनाशः इति पक्षः. आश्रयनाशाजन्यगुणनाशः इति पक्षः, सामानाधिकरणगुणजन्यत्वम् इति साध्यम्, आश्रयनाशाजन्यगुणनाशत्वात् इति हेतुः, पाकजरूपनाशवत् इति आश्रयनाशाजन्यगुणनाशत्वस्य अपि च सामानाधिकरणगुणजन्यत्वस्य एकदेशत्वम् अस्ति. सत्यम्, इत्युक्ते तत्र आश्रयनाश न, वस्तुतः आश्रयनाशाजन्यगुणनाशः इति सामान्य पक्षः अस्ति खलु, तस्य एकदेशः अस्ति तद्वस्तुतः. इत्युक्ते वह्निः उष्णः, यत्पूर्वं विद्याशङ्करमहोदयेन उक्तं वह्निः उष्णः वह्नित्वात् यथा ई वह्निः इति वदामः चेत् इत्युक्ते वह्नित्व उष्णत्वस्थलम् इति वह्निः एव अन्ततो गत्वा खलु. तर्हि तत्र ई वह्निः इति वह्निः इति सामान्यपक्षः, ई वह्निः इति सामान्यपक्षस्य कश्चन भागः यस्मिन् वह्नित्वमपि अस्ति उष्णत्वमपि अस्ति इति कृत्वा यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति तेन आधारेण वयं वक्तुं शक्नुमः. तद्वत् एव अत्रापि किञ्चित् अस्मिन् सन्दर्भे तादृशं वदतु कृपया. आश्रयनाशाजन्य आश्रयनाशाजन्यगुणनाशः इति सामान्यपक्षः. आश्रयनाशाजन्यगुणनाश गुणनाशस्य एकदेशः अस्ति पाकजरूपनाशः इति. तर्हि पाकजरूपनाशे पुनः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति तादृशं वक्तव्यं चेत् यत्र यत्र आश्रयनाशाजन्यगुणनाशत्वम् अस्ति तत्र तत्र सामानाधिकरणगुणजन्यत्वमपि अस्ति इति वक्तुं शक्नुमः. इत्युक्ते पाकजरूपनाशे तथा अस्ति यथा वयम् इदानीं साधितवन्तः. आम्, इत्युक्ते अत्र पाकजरूपनाशः इति आश्रयनाशाजन्यगुणनाशत्वस्य एकदेशदृष्टान्तः इति एव स्वीकार्यते. सामानाधिकरणगुणजन्यत्वम् अपि अस्ति इत्यपि स्वीकार्यं वा न वा इति मम प्रश्नः. सामानाधिकरणगुणजन्यत्वम् अपि अस्ति यतोहि तदर्थमेव तस्य दृष्टान्तः भवति, परन्तु आश्रयनाशाजन्यगुणनाशः इत्येव पक्षः, सः पक्षस्य एकदेशः. इत्युक्ते भवतः प्रश्नः कथमस्ति चेत् ई वह्निः इति यदा पूर्वस्मिन् उदाहरणमस्ति तस्मिन् वह्नित्वम् अस्ति परन्तु उष्णत्वमपि अस्ति वा इति भवान् पृच्छति, तद्वत् अस्ति, अवगच्छति वा? इत्युक्ते वह्नित्वम् अस्ति चेत् उष्णत्वम् अस्ति एव इति एव इदानीम् अस्माकं तदेव इदानीं वयं साधितवन्तः खलु. द्वयमपि भवेत्, नो चेत् तत् दृष्टान्तरूपेण न भवितुमर्हत्येव. सत्यं, तदेव वयं पूर्वमपि यदा धूमवह्निस्थलम् इति उक्तवन्तः तदापि तदेव उक्तवन्तः. इत्युक्ते धूमवह्निस्थलम् इति द्वयमपि नास्ति चेत् तर्हि तत्र दृष्टान्तस्य शक्तिः एव न भवति, मूल्यं नास्ति इति. अस्तु अस्तु, अग्रेपि पठतु महोदय, भवान् एव. किन्तु पुनः तद्विषयं यद् इदानीम् अस्माभिः चर्चितं तत् मया अवगतं. किन्तु आश्रयनाशाजन्यगुणनाशत्वं यत्र यत् तत्र व्याप्यमस्ति, सामानाधिकरणगुणजन्यत्वम् इति व्यापकम् अस्ति. व्यापकम् इत्युक्ते अन्यत्रापि सामानाधिकरणगुणजन्यत्वं भवितुम् अर्हति. यथा प्रायः कपाल संयोगः इति स्वीकुर्मश्चेत् अनेन कपाल संयोगेन घटस्य परिमाणं नास्ति, कपालपरिमाणत्वेन घटपरिमाणम् इति इत्यस्मिन् सन्दर्भे सामानाधिकरणगुणजन्यत्वम् अस्ति किल, नास्ति वा? तत् तस्य उदाहरणमहं चिन्तयामि. यत्र आश्रयनाश अजन्यगुणनाशत्वं नास्ति किन्तु समानाधिकरणगुणजन्यत्वम् अस्ति चेदपि एव तयोः मध्ये व्याप्यव्यापकभावः वक्तुं शक्यते. हा, कपालसंयोगः इत्येव स्वीकर्तुं शक्नुमः खलु. कपालसंयोगेन घटः जातः, कपालसंयोगः इति सामानाधिकरणगुणजन्यः. किन्तु घटः गुणं नास्ति किल, समानाधिकरणगुणजन्यः. ओ सत्यं सत्यं, समानाधिकरणगुणजन्यः इति कपालपरिमाणम् इति स्वीकर्तुं शक्नुमः. कपालपरिमाणेन घटपरिमाणः, परम्परासम्बन्धेन कपालपरिमाणः अपि च घटपरिमाणः कपाले वर्तते अथवा घटे वर्तते इति वक्तुं शक्नुमः. किन्तु तत्र तत्र परम्परारूपेण एव समानाधिकरण्यं, न तु साक्षात्, अत्र साक्षात् अस्ति समानाधिकरण्यं. तत्तु भिन्नवार्ता महोदय, तत्तु विषयान्तरमस्ति, परन्तु सामान्य अधिकरणम् अस्ति अस्ति एव. सामान्य अधिकरणम् अस्ति तेन. हा अस्तु, तादृश उदाहरणमस्ति इदानीं चिन्तयामः. इदानीं तत्र हा तत्र प्रायः अस्मिन् करपत्रं किञ्चित् समापयामः अद्य, प्रायः ई पत्रं प्रेषयतु महोदय, तदनन्तरं चिन्तयामि, चिन्तयित्वा प्रेषयामि. अस्तु, एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति, एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति तत्र एकदेशदृष्टान्तः न भवति. आम्, नाम अन्वयदृष्टान्तः एव न भवति, सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः. कश्चन दृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् सः तु दृष्टान्तः एव नास्ति. यथा यत्र पर्वतत्ववह्निस्थलम् इव सामान्यपक्षः नास्ति इत्युक्ते यत्र तादृशवस्तूनां सङ्ग्रहः एव नास्ति येषु पर्वतत्वम् अपि अस्ति, वह्निरपि अस्ति, वह्निरपि निश्चयेन अस्ति, तत्र अन्वयदृष्टान्तः न भवति. पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति तादृशस्थलम्, पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति तादृशस्थलम्, अत्र व्याप्यव्यापकभावः नास्ति, अतः सामान्यपक्षः एव नास्ति. कुत्रचित् पर्वतत्वं भवति यत्र वह्निसंयोगो नास्ति, तस्मात् सामान्यपक्षः एव नास्ति. इत्युक्ते यस्मिन् पक्षतावच्छेदकं व्याप्यं साध्यं च व्यापकं, तस्माच्च एकदेशदृष्टान्तः नास्ति, अन्वयदृष्टान्तश्च नास्ति. केषुचित् पर्वतेषु वह्निरस्ति, केषुचिच्च वह्निर्नास्ति. तस्यां दशायां धूमवान् वह्निमान् पर्वतः एकः अस्ति चेदपि न किमपि बलं लभ्यते येन अपरेषु पर्वतेषु वह्निः भवेत्. एवं च यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न भवति तत्र एकदेशदृष्टान्तः न भवति. पूर्वस्मिन् इदानीं यद्वयं चर्चितवन्तः तत्र तादृशसमूहं वयं स्वीकृतवन्तः यत्र साध्यं पक्षे विद्यमानपक्षतायाः व्यापकम् अस्ति. तत्र पक्षे विद्यमानपक्षता तु व्याप्यमस्ति, साध्यं तु व्यापकम् अस्ति इति तादृशसमूहं वयं स्वीकृतवन्तः. किन्तु तादृशं नास्ति चेत्, इत्युक्ते साध्यं पक्षे विद्यमानपक्षतायाः व्यापकं न अस्ति चेत् तत्र एकादेशदृष्टान्तः न भवत्येव, नाम अन्वयदृष्टान्तः न भवत्येव इति भवति. सामान्यपक्षस्य एकदेशः एव अन्वयदृष्टान्तः. सामान्यपक्षः इति अधिकदेश वृत्तित्वधर्मः, तस्य धर्मस्य एकदेशः अन्वयदृष्टान्तः भवति. किन्तु यत्र तादृश सामान्यपक्षस्य अपि च साध्यस्य व्याप्यव्यापकभावः नास्ति चेत् तत्र अन्वयदृष्टान्तः न भवत्येव इति आपतति. कश्चन दृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् स तु दृष्टान्तः एव नास्ति. आम्, दृष्टान्तः तु सामान्यपक्षस्य एकदेशः भवत्येव, नो चेत् तत् दृष्टान्तः एव न भवितुम् अर्हति. यथा यत्र पर्वतत्ववह्निस्थलम् इव सामान्यपक्षः नास्ति, इत्युक्ते यत्र तादृशवस्तूनां सङ्ग्रहः एव नास्ति येषु पर्वतत्वम् अपि अस्ति, वह्निरपि निश्चयेन अस्ति, तत्र अन्वयदृष्टान्तः न भवति. इदानीं पक्षता अवच्छेदक अवच्छेदधर्मः तादृशं भवति यत्र पर्वतत्वम् अपि भवेत्, वह्निरपि भवेत्, तादृशस्थले दृष्टान्तः अन्वयदृष्टान्तः भवितुम् अर्हति. यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र वह्निरपि अस्ति इति नास्ति चेत् तत्र अन्वयदृष्टान्तः न भवत्येव इति. पक्षता अवच्छेदक सामानाधिकरण्येन अनुमितिः इति तादृशस्थलम्. अत्र पश्यतु, पक्षता अवच्छेदक अवच्छेदेन अनुमितिः इति नास्ति, पक्षता अवच्छेदक सामानाधिकरण्येन अनुमितिः इति स्थलं तादृशस्थलमस्ति. इत्युक्ते अस्मिन् स्थले, पक्षतावच्छेदकसामानाधिकरणस्थले अन्वयदृष्टान्तः न भवत्येव इति पर्यवसति. अत्र व्याप्यव्यापकभावः नास्ति, अतः सामान्यपक्षः एव नास्ति. पक्षतावच्छेदकसामानाधिकरणस्थले व्याप्यव्यापकभावः नास्ति इति कृत्वा तत् सामान्यपक्षः न भवितुम् अर्हत्येव. अत्र पर्वतत्वम् इति अपि उदाहरणं स्वीकर्तुं शक्यते. पूर्वं वयं तादृशसमूहः स्वीकृतवन्तः यत्र पर्वतत्वमपि अस्ति, वह्नित्वमपि अस्ति, तादृशसमूहं वयं स्वीकृतवन्तः. किन्तु प्रकृते तादृशं नास्ति. कानिचन पर्वताः भवन्त्येव, तेषु वह्निः नास्ति एव इति कृत्वा तयोः मध्ये पर्वतत्व अपि च वह्न्योः मध्ये व्याप्यव्यापकभावः नास्ति इति भवत्येव इति कृत्वा तत् पर्वतत्ववह्निः व्याप्य इति सामान्यपक्षः न भवितुमर्हत्येव इति भवति. कुत्रचित् पर्वतत्वं भवति यत्र वह्निसंयोगः नास्ति, तस्मात् सामान्यपक्षः एव नास्ति. इत्युक्ते यस्मिन् पक्षतावच्छेदकं व्याप्यं, साध्यं च व्यापकं. पक्षतावच्छेदकम् इति पर्वतत्वं, साध्यम् इति वह्नित्वं. तस्माच्च एकदेशदृष्टान्तः नास्ति, अन्वयदृष्टान्तः नास्ति. तादृशसन्दर्भे अन्वयदृष्टान्तः न भवत्येव, एकदेशदृष्टान्तः अन्वयदृष्टान्तः इत्युक्ते तत् पक्षता सामान्यपक्षस्य एकदेशः एव इति कृत्वा एकदेशदृष्टान्तः नास्ति, अतः अन्वयदृष्टान्तः अपि नास्ति इति भवति. केषुचित् पर्वतेषु वह्निरस्ति, केषुचित् वह्निर्नास्ति, तस्यां दशायां तादृशमेव सामान्यरीत्या भवति. तस्यां दशायां धूमवान् वह्निमान् पर्वतः, धूमवान् वह्निमान् पर्वतः एकः अस्ति चेदपि न किमपि बलं लभ्यते पर्वतत्वस्य पक्षता अवच्छेदक धर्मेण वयं स्वीकुर्मश्चेत् तत्र किमपि बलं नास्ति. किमर्थम् इत्युक्ते अपरेषु पर्वतेषु वह्निः नास्ति इति कृत्वा तत्र तादृशं न भवति. अस्तु, रामप्रिया भगिनी तत्र अन्तिमपरिचयतः परिचयं समापयति वा? आं भगिनि, अस्माकं जीवने अनुमानस्य निर्माणसमये अस्मिन् अनुमाने पक्षता अवच्छेदक अवच्छेदेन साध्यानुमितिः वर्तते इति मनसि निधाय प्रायः वयम् अग्रे सरामः लौकिकज्ञानप्राप्तेः पथि विज्ञानप्रयोगक्षेत्रे सामान्यजीवनक्षेत्रे च. यथा प्राचीनकाले गुरुत्वनामकसिद्धान्तस्य प्रतिष्ठायाः पूर्वं केचन वैज्ञानिकाः प्रयोगं कुर्वन्ति स्म. तत्र तेषु कश्चन शिलाखण्डं विमोचितवान्, शिलाखण्डः पतितवान्, पुनः पञ्चवारं विमोचितवान्, एकैकवारं शिलाखण्डः पतितवान्. स च वैज्ञानिकः मनसि चिन्तितवान् यत् पञ्चघटनाः सामान्यपक्षस्य एकदेशाः, तद् आधारेण चिन्तितवान् यत् अहो गुरुत्वं सर्वत्र अस्ति, यत्र कुत्रापि शिलाखण्डं विमोचयामि तत्र सर्वत्र शिलाखण्डः पतिष्यति, यथा तथा च कुर्मः सर्वत्र. शिशुः अग्निं स्पृशति, अस्तः दग्धः, तद् आधारेण मनसि चिन्तयति यत् पुनः अग्निं न स्पृक्ष्यामि, यतोहि मनसि अयमेव विचारः अस्ति चेत् सामान्यपक्षः प्राप्तः, स्वस्य अनुभवः च तस्य एकदेशदृष्टान्तः अस्ति. यदा कदाचित् पुनः स्वस्य हस्तम् अग्नौ स्थापयति, तस्य हस्तः पुनः दग्धः भविष्यति. एवं रीत्या अनुमानप्रयोगे सामान्यपक्षस्य महत्त्वम् अतीव मूल्यं च. पक्षता अवच्छेदक अवच्छेदेन साध्यानुमितेः बलेन बहु किमपि व्यवहारिकज्ञानं प्राप्नुमः जीवने. तत्र अन्तिमे अन्तिमपरिच्छेदः अस्ति एतद्विषये. यदा वयं अनुमानस्य अस्माकं जीवने अनुमानस्य निर्माणसमये अस्मिन् अनुमाने पक्षता अवच्छेदक अवच्छेदन साध्य अनुमितिः वर्तते. यदा वयं तद् पक्षता अवच्छेदक अवच्छेदेन साध्य अनुमितिः वर्तते इति वयं मनसि निधाय प्रायः वयम् अग्रे सरामः लौकिकज्ञानप्राप्तेः पथि. एतदेव मनसि निधाय गच्छामः चेत् लाभाय भवति इति अस्ति. यदा अत्र विज्ञानप्रयोगक्षेत्रे वा सामान्यजीवनक्षेत्रे इति उदाहरणद्वयम् अस्ति. प्रथमं विज्ञानप्रयोगक्षेत्रे यदा प्राचीनकाले गुरुत्वं यदा भवती एव उक्तवती गुरुत्वम् इति विषये प्रयोगः कथं कृतवन्तः इति, कश्चन शिलाखण्डः विमोचितवान्, चिन्तितवान् गुरुत्वं सर्वत्र अस्ति इति. यदा कदापि भगिनि रामप्रिया भगिनी करिवर्तु तथा कुर्मः सर्वत्र इति सः निश्चितवान् वैज्ञानिकः. अनन्तरं द्वितीयलौकिक उदाहरणमस्ति यदा शिशुः अग्निं स्पृशति चेत् तस्य हस्तः दग्धः भवति, तदाधारेण तत् चिन्तितव तस्य चिन्तनं भवति, अहं पुनः अग्निं न स्पृशामि, मम हस्तः दग्धिष्यामि इति. अतः तस्य मनसि एतदेव विचारः भवति, तदेव सामान्यपक्षः, तत्रापि सामान्यपक्षः प्राप्तः. स्वस्य अनुभवः यदा हस्तः दग्धः भवति तस्य अनुभवः एव एकदेश दृष्टान्तः अस्ति तत्र. पुनः यदा शिशुः प्राकरिष्यति चेत् तस्य हस्तः दग्धः एव भविष्यति इति दृष्टान्तः तत्र. एवं रीत्या अनुमानप्रयोगे सामान्यपक्षस्य महत्त्वम् अतीव मूल्यम्. यदा अनुमानप्रयोगे सामान्यपक्षः इत्यस्य महत्त्वम् अस्ति, पक्षतावच्छेदकावच्छेदेन साध्यानुमितिः, तस्य बलेन एव बहु किमपि वयं साधितुं शक्नुमः. उत्तमम्. इति अस्माकं करपत्रं समाप्तं. तर्हि अग्रिमकक्षायां पुस्तकात् पुनः तस्य पठनं प्रारम्भः. अस्तु, धन्यवादः. अस्तु भगिनि, धन्यवादः. धन्यवादः. रात्रिः.